पद्मपुराणं खण्डं 3 स्वर्गखण्डम् अध्यायं 9 सूत उवाच उत्तरेषु च भो विप्राद्वीपेषु श्रूयते कथा एवं तत्र महाभागा ब्रुवतस्तन्निबोधत कृततो यः समुद्रोध दधिमण्डोदकोपरः सुरोदसागरश्चैव तथान्यो दुग्धसागरः परस्परेण द्विगुणा सर्वे द्वीपा द्विजर्षभाः पर्वताश्च महाप्राज्ञाः समुद्रैः परिवारिताः गौरवस्तु मध्यमे द्वीपे गिरिर्मनःशिलो महान् पर्वतः पश्चिमे कृष्णो नारायणसखो द्विजाः तत्र रत्नानि दिव्यानि स्वयं रक्षति केशवः प्रसन्नश्चाभवत्तत्र प्रजानां व्यदधात् सुखम् चरद्वीपे कुशस्तम्भो मध्ये जनपदस्य सम्पूज्यते शाल्मलिश्च द्वीपे शाल्मलिके द्विजाः क्रौञ्चद्वीपे महाक्रौञ्चो गिरिरत्नचयाकरः सम्पूज्यते भो विप्रेन्द्राश्चादुर्वर्ण्येन नित्यदा गोमन्दपर्वतो विप्राः सुमहान् सर्वधातुकः यत्र नित्यं निवसति श्रीमान् कमललोचनः मोक्षभिः सङ्गतो नित्यं प्रभुर्नारायणो हरिः कुशद्वीपो तु विप्रेन्द्राः पर्वतो विद्रुमैश्चितः सुनामा च सुदुर्धर्षो द्वितीयो हेमपर्वतः द्युतिमान्नाम विप्रेन्द्रास्तृतीय कुमुदो गिरिः चतुर्थपुष्पवान्नाम पञ्चमस्तु कुशेशयः षष्ठो हरिगिरिर्नाम षडेदे पर्वतोत्तमाः तेषामन्तरविष्कम्भो द्विगुणः प्रविभागशः औद्भिदं प्रथमं वर्षं द्वितीयं रेणुमण्डलं तृतीयं सुरथं नाम चतुर्थं लम्बनं स्मृतं धृतिमत्पञ्चमं वर्षं षष्ठं वर्षं प्रभाकरं सप्तमं कापिलं वर्षं सप्तैदे वर्षलम्बकाः एतेषु देवगन्धर्वाः प्रजाश्च मुदिता द्विजाः विहरन्ति रमन्ते च न तेषु म्रियते जनः न तेषु दस्य वसन्ति म्लेच्च जात्योऽपि वा द्विजाः गौरप्रायो जनः सर्वसुकुमारश्च सत्तमाः अवशिष्टेषु सर्वेषु वक्ष्यामि द्विजपुङ्गवाः यथाश्रुतं महाप्राज्ञा वर्ण्यदे शृणुतद्विजाः क्रौञ्चद्वीपे महाभागाः क्रौञ्चो नाम महागिरिः क्रौञ्चात्परो वामनको वामनान्दन्धकारकः अन्धकारात्परो विप्रा मैनाकः पर्वतोत्तमः मैनाकात्परतो विप्रा गोविन्दो गिरिरुत्तमः गोविन्दात्परतश्चैव पुण्डरीको महागिरिः पुण्डरीकात्परश्चापि प्रोच्यते दुन्दुभिस्वनः पुरस्ताद्विगुणस्तेषां विष्कम्भो मुनिपुङ्गवाः देशांस्तत्र प्रवक्ष्यामि तन्मे निगदशृणु क्रौञ्जस्य कुशलो देशो वामनस्य मनोनुगः मनोनुगात्परो देश उष्णो नाम तपोधनः उष्णात्परप्रावरकः प्रावरादन्धकारकः अन्धकारकदेशात्तु मुनिदेशः परस्मृतः मुनिदेशात्परश्चैव प्रोच्यते दुन्दुभिस्वनः सिद्धचारणसङ्कीर्णो गौरवप्रायो जनस्मृतः यदे देशाः समाख्यादा देवगन्धर्वसेविदाः पुष्करे पुष्करो नाम पर्वतो मणिरत्नवान् तत्र नित्यं प्रसरति स्वयं देवः प्रजापतिः पर्युपासन्ति तं नित्यं देवाः सर्वे महर्षयः वाग्भिर्मनोनुकूलाभिः पूजयन्ति द्विजोत्तमाः जम्बूद्वीपात् प्रवर्तन्ते रत्नानि विविधानि च द्वीपेषु तेषु सर्वेषु प्रजानां मुनिसत्तमाः विप्राणां ब्रह्मचर्येण सत्येन च दमेन च आरोग्यायुष्प्रमाणाभ्यां द्विगुणं द्विगुणं ततः येदे जनपदा विप्राद्वीपेषु तेषु सत्तमाः उक्ता जनपदा येषु धर्मश्चैकः प्रवर्तते ईश्वरो दण्डमुद्यम्य स्वयमेव प्रजापतिः द्वीपानेदान्मुनिवरा रक्षांस्तिष्ठति सर्वदा स राजा स शिवो विप्राः स पिता स पितामहः गोपा यदि द्विजश्रेष्ठाः प्रजा स द्विजपण्डिताः भोजनं चात्र विप्रेन्द्राः प्रजा स्वयमुपस्थितं सिद्धमेव महाभागा भुञ्जते तद्धि नित्यदा ततः परं महाशैलो दृश्यते लोकसंस्थितिः चतुरस्रो महाप्राज्ञः सर्वतः परिमण्डलः तत्र तिष्ठन्ति विप्रेन्द्राः चत्वारो लोकसम्मताः दिग्गजाहि मुनिश्रेष्ठा वामनैरावतां जनाः सुप्रतीकस्तथा विप्राः प्रभिन्नकरडामुखाः तस्याहं परिमाणं न सङ्ख्यातुमिहमुत्सहे असङ्ख्यादः सुनित्यं हि तिर्यगूर्ध्वमधस्तथा तत्र वै वायवो वान्दि दिग्भ्यः सर्वाभ्य एव च असम्बन्धा मुनिश्रेष्ठास्तान् निगृह्णन्ति ते द्विजाः पुष्करैः पद्मसङ्काशैर्विकर्षन्ति महाप्रभैः शदधा पुनरेवाशु ते तान् मुञ्चन्ति नित्यशः श्वसद्भिर्मुखनासाभ्यां दिग्गजैरिव मारुताः आगच्छन्ति द्विजश्रेष्ठास्तत्र तिष्ठन्ति वै प्रजाः यथोद्दिष्टं मया प्रोक्तं सनिर्माणमिदं जगद श्रुत्वेदं पृथिवीमानं पुण्यदं च मनोनुगं श्रीमांस्तरदि विप्रेन्द्राः सिद्धार्थसाधुसम्मदः आयुर्बलं च कीर्तिश्च तस्य तेजश्च वर्धते यशृणोति समाख्यातुं पर्वणीदं धृतव्रतः प्रीयन्ते पितरस्तस्य तथैव च पितामहाः इति श्रीपाद्मे महापुराणे स्वर्गखण्डे नवमोऽध्यायः ॐ